सूत उवाच इति नारद निर्णीतं स्वमाहात्म्यं निशम्यसा सर्वांगपुष्टि संयुक्ता नारदं वाक्यमब्रवीत इति नारद निर्णीतं स्वमाहात्म्यं निशम्य नारदेन निर्णीतं स्वस्याः माहात्म्यं निशम्य श्रुत्वा भक्तिः सर्वांगपुष्टिसंयुक्ता सर्वेषु अंगेषु पुष्टिम् आपन्न नारदं वाक्यमब्रवीत् उवाच।